नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थेनिच् विशेषधातवः, विशेष अजन्तदातवः इति विषयः अनुवर्तते। तत्र इदानीम् अहं केवलं पुनःस्मरणार्थम् अहमेकं वाक्यं वदामि। रामः जयति इति वाक्यमस्ति, तत्र इदानीं प्रेरणार्थे कोऽपि वदतु वाक्यम्। वाक्यं पुनः वदतु भगिनि। रामः जयति, लक्ष्मीभगिनी वदतु। रामः जयति, इदानीं कृष्णः इति प्रयोजककर्ता इति चिन्तयतु। कृष्णः जाययति, रामं जयति। अत्र एतत् सकर्मकः वा अकर्मकः इति द्रष्टव्यम्। जी धातुः अकर्मकः। नमस्ते भगिनि, उषा अस्मि। नमस्कारः। नमस्कारः। नमस्कारः। वदतु, कृष्णः रामं जाययति। जापयति इति न वा? सम्यक्। हा, अर्ति ह्रीव्लीरिक्नि क्ष्माया तां पुग्नौ। न न न, पुगागमः तु भवति, पुगागमः तु भवति, परन्तु अत्र पुगागमार्थं किं सूत्रम् अपेक्षितम्? पुगागमं प्राप्तुम् आकारान्तत्वम् अपेक्षितं खलु? ईकारस्य आकारान्तम्, ऐकारस्य आकारः। क्रिञ्जीनां सूत्रेण अतः राम, कृष्णः रामं जापयति इति रूपमस्ति। समीचीनं, सम्यक्। नास्ति चिन्ता, तत्र सूत्रं वयं जानीमः, परन्तु वाक्यप्रयोगे कथं भवति इति किञ्चित् अभ्यासः अपेक्षितः। तर्हि इदानीं तत्र वै धातोः कम्पनार्थे कोऽपि वाक्यं वदतु इदानीं। तत्र किं वृक्षः वायति, वैधातोः वृक्षः वायति, शोषणे वृक्षः वायति, इदानीं मया कम्पनार्थे प्रयुक्तः। इदानीं वायुः इति प्रेरणार्थकः अस्ति, वाक्यं कथं भवति? कः वदति? मोहा भगिनी वदति वा? सीमा भगिनी वक्तुम् इष्टवती भगिनि। सीमा भगिनी वक्तुम् इष्टवती? मया न श्रूयते सम्यक्तया। तस्याः ध्वनिः मन्दमस्ति, मन्दमस्ति, किञ्चित् उच्चैः वदतु भगिनि, अथवा स्पीकर् समीपे आगच्छतु। अस्तु भगिनि, श्रूयते वा इदानीं? श्रूयते, किञ्चित् मन्दमस्ति, वदतु। ओके, वायुः वृक्षं वापयति इति भवेत् वा? सम्यक्, उत्तमम्। वायुः वृक्षं वापयति इति अस्ति, अत्र वापयति इति तत्र कम्पनार्थे वापयति इति रूपं, वो विदुनने झुक्, न वापयति इति नास्ति, क्षम्यतां, वाजयति, वाजयति, वाजयति खलु, कम्पनार्थे झुक्, जुकागमः, जुगागमः अस्ति, प्रजने अस्ति वा? अतः वायुः वृक्षं वाजयति इति कम्पनार्थे अस्ति। यदि कम्पनार्थे नास्ति तत्र वृक्षः वायति इत्युक्ते वृक्षः शुष्कः भवति इत्यस्मिन् अर्थे इदानीं वायुः एव अस्ति प्रयोजककर्ता, तदानीं वाक्यं कथं भवति? सीमा भगिनी वदतु. शुष्कं भवति चेत् भगिनी न जाने. न, इदानीम् उक्तवती खलु, तदेव. अस्तु, वायुः वृक्षं वापयति इति भवति. शोषणे इत्यर्थे, शोषणे इत्यर्थे वायुः वृक्षं वापयति इति भवति, परन्तु कम्पनार्थे वायुः वृक्षं वाजयति. तर्हि अर्थं दृष्ट्वा, तत्र रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः अर्थः कः इति, तस्मिन् अर्थे प्रयुक्तः इति वयं ज्ञातुं शक्नुमः. धातोः अनेके अर्थाः सन्ति, बहुत्र प्रसङ्गम् अनुसृत्य एव अर्थः कः इति निर्णेतव्यः. अत्र रूपं दृष्ट्वा एव वयं वक्तुं शक्नुमः, यतोहि कम्पनार्थे अस्ति चेत् वाजयति, नो चेत् वापयति इति अस्ति. अस्तु भगिनि, व्रजने अस्ति चेदपि वापयति भवति वा? व्रजने इति वा? सत्यं, व्रजने वीयतेः इति अस्ति खलु, नेय इति नास्ति तत्र, वीयतेः वै आत्वं भवति, तत्र वापयति, तत्रापि वापयति खलु, तत्रापि वापयति. व्रजने वीयतेः इत्यनेन तत्र वी इति धातुः एव, तत्रापि वापयति इति रूपं लभ्यते, अतः समीचीनम्. तर्हि इदानीं व्रजनार्थे वदतु वाक्यम्. जननी पुत्रं वापयति. जननी पुत्रं वापयति. जननी पुत्रं वापयति, अतः पुत्रः वीधातोः किम् अस्ति रूपम्? भगिनि अत्र विजन व्रजनार्थे अस्ति वा? वा धातुः व्रजनार्थे अस्ति वा? वा धातुः नास्ति, वीधातुः अस्ति. वीधातुः गति गतिव्याप्तिव्रजनकान्ति सनकादनेषु इति उक्तं खलु, कान्ति असनकादनेषु इति उक्तं खलु, अतः व्रजनम् इत्यपि अस्ति. पुत्रः वेति, पुत्रः वेति, पुत्रः जायते, वेति इति अर्थः. इदानीं अत्र प्रेरणार्थे कथमस्ति? माता पुत्रं वापयति इति प्रेरणार्थे कथमस्ति तत्र? नास्ति नास्ति भगिनि, मम दोषः, मम दोषः. इत्युक्ते मातरम् अन्यः, अन्य कोऽपि प्रेरयति इति वा? अत्र वैद्यः इत्युक्ते तत्र किं जनयति इत्यस्मिन् अर्थे अस्ति खलु अत्र? सत्यं, तर्हि वैद्यः मातरं वापयति इति भवेद् वा? आम्, माता वेति, वैद्यः मातरं प्रजनयति. अत्र किञ्चित् चिन्तनीयं, सम्यक् न भाति. प्रजनयति कुतः आगतं? वापयति इति भवति खलु? प्रजनयति नास्ति, वापयति, क्षम्यतां, प्रजनयति इति अर्थे. कास्ट् बि रीप्रड्यूस्ड् इति अस्ति. अस्तु, तत्र भवितुमर्हति, वैद्यः मातरं वापयति इत्युक्ते प्रजनयति इति अर्थः. अस्तु, बालकः अधीते इदानीं शिक्षकः प्रयोजककर्ता तर्हि शोभा भगिनी वदतु वाक्यम् आं भगिनि भगिनी वापयति सोरि वापयति इत्यत्र आत्मनेपदरूपमपि भवति वा वापयति इत्यत्र वा आ भवति वापयति वापयते अत्र केवलम् आत्मनेपदम् इति तु किमपि नियमः नास्ति अतः अत्र नास्ति भगिनी तत्र किञ्चित् संशयः प्रजने गर्भे एव भवति इति चिन्तनम् गर्भे एव तत्र प्रसवकार्ये वैद्यः सहायं करोति किन्तु प्रजनक्रिया तु तस्मात् पूर्वमेव भवति इति सम्यक् वा न अत्र टु रीप्रोड्यूस् इति अस्ति खलु टु रीप्रोड्यूस् अत्र तत्र कास्ट् रीप्रोड्यूस् इत्युक्ते तत्र भवती किं वक्तुम् इच्छति पिता मातरं वापयति इति वक्तुमिच्छति वा आम् अस्तु वैद्यस्य पत्नी अस्ति इति चिन्तयतु वैद्य तदा सम्यक् भवति इति मन्ये अस्तु तत्र प्रजनयति वापयति इति एव साक्षात् स्वीकुर्मः चेत् वापयति हा वापयति इत्युक्ते इम्प्रेग्नेट् इति अर्थे अस्ति समीचीनं इम्प्रेग्नेट् इत्यस्मिन् अर्थे वापयति पिता मातरं वापयति इत्युक्ते तत्र साक्षात् किम् अस्ति प्रेरणा प्रेरणा तत्र इच्छा एव मातापितरोः प्रजनं भवेत् इति पुत्रोत्साहः इच्छा अस्तु इत्युक्ते पश्यतु प्रेरणा इत्युक्ते साक्षात् यः प्रयोजककर्ता सः तस्य कार्यम् आज्ञां प्रेरणा इति तादृशं भवति खलु प्रेषणादिव्यापारः इति अस्ति तादृशप्रेषणादिव्यापारः अत्र अस्ति वा तत्र नास्ति किन्तु प्रेरणा कोऽपि कर्तुं शक्नोति इत्युक्ते तत्र प्रेरणा एव खलु किं तत्र न माता किं माता वाण्ट्स् टु गेट् प्रेग्नेण्ट् बट् द मोटिवेशन् शुड् बि फ्रम् सम्बडि रैट् श्वश्रूः लैक् मातामही पुत्रीं वापयति प्रेरणां ददाति खलु तथापि भवति यतोहि पिता मातरं वापयति इति वदामः चेत् तत्र साक्षात् कार्यम् अस्ति तत्र वापयति इति किमर्थम् प्रजनकार्ये प्रेरणा इति खलु वयस्का पुत्रीं वापयति इति तादृशं भवितुमर्हति समीचीनम् अस्तु समीचीनं तर्हि इदानीं कस्य क्रमः आसीत् मम एव तत्र अधीते इति उक्तवती भवती अधीते बालकः व्याकरणम् अधीते बालकः व्याकरणम् अधीते शिक्षकः बालकं तत्र सकर्मकधातुः इङ् इति धातुः अध्ययने सकर्मकधातुः तत्र अध्यापयति इति तत्र पुगागमः आगच्छति बालकः शिक्षकः बालकम् अध्यापयति अपि च तत्र क्षम्यतां शिक्षकः बालकं व्याकरणम् अध्यापयति चिन्तयन्ति अन्यैः सकर्मकधातुः किं चिन्त्यते अन्यैः? बुद्धिकृत बुद्धिः अस्ति न तत्र, अतः गतिबुद्धिप्रत्यवसानार्थशब्द इति कर्मत्वं प्राप्नोति प्रयोज्यकर्तुः. बालकम् एव बालकमेव भवति. समीचीनं वा भगिनी? सम्यक्तया उक्तवती वाक्यं. किमर्थं तत्र गतिबुद्धिः यथा भवती उक्तवती, गतिबुद्धिप्रत्यवसानार्थम् इति तत्र कर्मत्वं भवितुमर्हति. भवति समीचीनम्. अस्तु भगिनी, अत्र बालकः अधीते, शिक्षकः अध्यापयति, तत्र बालकं यदि शिक्षकः प्रेरयति तर्हि अध्यापयति इति भवति वा? अधीते इत्यस्य अध्यापयति अध्यापयति इति कार्यं तु शिक्षकः एव करोति खलु, सः पाठयति इत्यर्थे. अध्यापयति इति धातोः अर्थः कः? तत्र धातुः कः? धातु ई इति अस्ति. इङ् अध्ययने, इङ् अध्ययने, तत्र इङ् इत्यस्य सर्वदा अधि इति उपसर्ग भवति इति भाति. केवलम् इङ् इति. तत्र अर्थः, धातोः अर्थः कः? अध्ययने अध्ययने इति अर्थः. अध्ययनं नाम किम्? पठनं. पठनं, तर्हि पठनं कः करोति? बालकः पठनं करोति. सो बालकः अधीते. यदि शिक्षकः बालकं प्रेरयति तदा बालकः एव प्रेरितः भूत्वा अध्यापयति इति समीचीनं नास्ति खलु? अध्यापयति न, इङ् धातोः एव प्रेरणार्थे यदा प्रयोगः अस्ति तदानीम् अध्यापयति इति रूपमस्ति. अध्यापयति इत्युक्ते शिक्षकः प्रेरयति, छात्रः पठति, छात्रः अध्ययनं करोति, तत्र शिक्षकः सहायं करोति इति तादृश. अध्यायति इति न भवति वा? अध्यायति इति रूपं नास्ति खलु? नास्ति वा? यजन्ते तत्र क्रिङ्जीनां नौ इत्यनेन आत्वं भवति खलु? आत्वं भवति. अपि च भगिनी, तत्र अन्यत् एकः विचारः अपि, बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया इत्यनेन प्रयोज्यकर्तुः कर्मत्वं विकल्पेन भवति. प्रयोगे सत्यं, तत् क्षम्यतां, तत्तु कर्मणि प्रयोगे, कर्तरिप्रयोगे नास्ति. सत्यं सत्यम्. अत्र कर्तरिप्रयोगे किं विजयलक्ष्मी भगिनी अवगतं वा? अत्र क्लेशः अस्ति वा? अध्यापयति इत्युक्ते सामान्यतया शिक्षकः अध्यापयति इत्युक्ते टीचिङ्ग् इत्यस्मिन् अर्थे तत्र रूढिः अस्ति, रूढिः अस्ति. परन्तु धात्वर्थः कः? अध्ययनम् इति अर्थः अस्ति. अध्ययनम् अध्ययनं छात्रः अध्ययनं न करोति, शिक्षकः प्रेरयति अध्ययनार्थम्, अतः अध्यापयति इति अस्ति. परन्तु भगिनी, तत्र बालकः अधीते परन्तु पिता बालकं पठनार्थं प्रेरयति चेत् किं भवति? न श्रूयते भगिनि, कुत्र किञ्चित् समीपे मम लैन् मध्ये वा अत्र सर्वेषामेवम् अस्ति वा? न, वयं तु सम्यक् श्रोतुं शक्नुमः. एवं वा? अहं किमपि न श्रोतुं शक्नोमि. अहं वदतु किञ्चित्. अधुना श्रूयते वा? किञ्चित् उच्चैः वदामि. अस्तु, प्रयत्नं करोमि, वदतु. तत्र बालकः अधीते पिता बालकस्य पिता बालकम् अध्ययनं कर्तुं प्रेरयति इति अस्ति चेत् तत्र अध्यापयति इति न भवति खलु? यतोहि पिता न अध्यापयति इति न, परन्तु पठनं अध्ययनं कर्तुं प्रेरयति इति अस्ति चेत् किं भवेत् इति? तदेव धातुः, स एव धातुः. स्वयव धातुः अध्ययनम् इत्यस्मिन् अर्थे एव प्रेरणार्थे अस्ति चेत् अध्यापयति इति रूपम् अध्यापयति इत्युक्ते तत्र प्रेरणां करोति इत्येव अर्थः अस्ति तर्हि शिक्षकः बालकम् अध्यापयति अथवा पिता पुत्रम् अध्यापयति तर्हि अध्यापयति इति अस्य रूढ्यर्थे टीचर् इत्यस्मिन् अपि अर्थे अस्ति परन्तु अत्र तादृशप्रयोगः नास्ति अध्यापयति इत्युक्ते प्रेरयति इत्येव अर्थः ओ अस्तु अस्तु इत्युक्ते यदा बालकः पठति अध्ययनं करोति तदानीं सः किमपि न अवगच्छति चेत् सः पठति पठित्वा अवगन्तुं प्रयत्नं करोति सः न अवगच्छति चेत् तदानीं तत्र शिक्षकः सहायं करोति तर्हि तादृशसहायं यद् शिक्षकः करोति तद् अध्यापनम् इति वयं वदामः तद् अध्यापनम् इत्युक्ते टीचिङ्ग् हेल्पिङ्ग् यत्किमपि भवतु नाम तस्मिन् अर्थे एव प्रयोगः इदानीं तत्र इत्युक्ते प्रेरयति इत्यस्य अर्थः कः पठतु पठतु पठतु इति वारं वारं वदति वा तत्तु प्रेरयति इति नास्ति खलु शिक्षकः केवलं पठतु पठतु इति वदनार्थं शिक्षकस्य आवश्यकता नास्ति खलु शिक्षकः इत्युक्ते सः पठितुं प्रयत्नं करोति तदानीं शिक्षकः वदति न तत्र तथा नास्ति अत्र एवम् अवगम एवम् एवं भवति अत्र अर्थः एवम् अस्ति इति तत्र सहायमपि करोति खलु तर्हि तत्र साक्षात् सर्वं पाठयति इति न सहायं करोति इन्स्ट्रक्षन्स् ददाति पाठस्य अवगमनम् इति भवति खलु तत्र अतः एव बुद्ध्यर्थः इति वदामः खलु बुद्ध्यर्थकः इति अस्ति यतोहि ज्ञानार्थकः अस्ति धातुः तर्हि तत्र सहायं करोति यदि यदि पठतु पठतु इति वदति चेत् तत्र तु तर्जयति इति भवितुम् अर्हति किल तत्तु गृहे एव भवति खलु पठतु पठतु इति गृहे एव भवति किमर्थं विद्यालयं प्रति गन्तव्यम् अपि च एकः किं वदामि तत्र तत्र अस्माकं कृते रूपसाधनार्थं यदि पकारः अस्ति मध्ये तत्र अवगन्तुं शक्नुमः प्रेरणा अस्ति पकारः प्रेरणा इति एव तत्र पुकागमः कृतः इति अस्माकं अवगमने सुलभः भवेत् आम् पुगागमः अस्ति इत्युक्ते विजयलक्ष्मी भगिनी टीचिङ्ग् इति अपि अर्थः भवति तर्हि भवत्याः क्लेशः कः आसीत् टीचिङ्ग् इत्यस्मिन् अर्थे अस्ति चेत् किं तत्र किं संशयः कः संशयः टीचिङ्ग् इति अर्थे जानामि परन्तु प्रेरणार्थे यदि पठतु इति यदा प्रेरयति तस्य अपि टीचिङ्ग् इति एव वा इति मम संशयः अत्र प्रेरणार्थे इत्युक्ते प्रेरणार्थः बहुविधः प्रेरणार्थः खलु प्रेरणा बहुविधा भवति अस्माभिः दृष्टं खलु प्रथमपाठे एव अदेशणा आज्ञा सम्मति अनुमतिः इति भिन्नभिन्नरीत्या इत्यादयः इति उक्तत्वात् अत्र पाठनम् इत्यपि तस्मिन् एव भवति अत्र प्रेरणा अपि अस्ति पाठनमपि अस्ति प्रेरणा अपि अस्ति अतः अध्यापयति इति प्रयोगः अस्ति अध्यापयति इति तु लोके तु सामान्यतया टीचिङ्ग् इत्यस्मिन् अर्थे अस्ति खलु परन्तु अत्र टीचिङ्ग् अपि अस्ति प्रेरणा अपि अस्ति द्वयमपि अस्ति अत्र तदर्थमेव बुद्ध्यर्थकः इति स्वीक्रियते खलु अत्र पश्यतु प्रेषणादौ इत्युक्तं विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा अत्र किमस्ति प्रेषणादौ इत्यादि शब्देन अध्येषणा अनुमति उपदेशः उपदेशादीनां ग्रहणम् अतः बहुविधप्रेरणा भवितुम् अर्हति खलु अत्र पाठनमपि अन्तर्भूतं भवितुमर्हति यथा पाठयति इति वयं वदामः पाठयति शिक्षकः छात्रं पाठयति इति वयं वदामः खलु तत्र तत्र किं तत्र तत्र टीचिङ्ग् नास्ति वा टीचिङ्ग् अस्ति खलु हा यथा तत्र अस्ति अत्र अत्रापि अध्यापनम् इत्यत्रापि अस्ति अतः प्रेरणा अपि अस्ति पाठनमपि अस्ति उभयमपि अस्ति उपदेशः अपि अस्ति उपदेशः इति वदति खलु इदानीं वैद्यः रोगिणं प्रति औषधं ददाति तदानीं तत्र किं केवलं प्रेरणा अस्ति वा औषधं खादतु खादतु इति प्रेरणा अस्ति वा तत्र नास्ति तत्र किम् अस्ति द्वयमपि खलु द्वयमपि अस्ति तत्र प्रेरणा अपि अस्ति उपदेशः अपि अस्ति उपदेशः अस्ति स्पेसिफिक् इन्स्ट्रक्षन्स् अपि अस्ति युनो एतादृश औषधं कतिवारं स्वीकर्तव्यं सर्वं तत्र सर्वं वैद्यैः उच्यते खलु एवम् अत्रापि पाठयति अध्यापयति इत्यत्र प्रेरणा इत्युक्ते केवलं पठतु पठतु इति नास्ति प्रेरणा इत्युक्ते तत्र इतोपि अधिकं भवति अत्र बहुविधाः सन्ति इति कृत्वा पाठयति अध्यापयति इति सर्वं तत्र अन्तर्भूतं भवति सत्यम् अस्तु समीचीनम् तर्हि इदानीं भवत्याः गृहपाठः आसीत् प्रीधातोः तत्र प्रीधातोः विषये दृष्टं यत् तत्र दुई प्रियोर्नुक् वक्तव्यः इत्यनेन नुगागमः भवति इति उक्तं प्रीणयति इति रूपं प्रीणयति इति प्रयोगः अस्ति तर्हि वाक्यं कथं भवति तत्र मया न कृतं भगिनि न कृतं वा बहु सम्यक् उत्तमं सोरि चिन्ता नास्ति हास्यार्थम् उक्तवती अस्तु अन्य कोऽपि वक्तव्यमासीत् मम तु करणीयमासीत् एक्स्क्यूस् नास्ति चिन्ता नास्ति न परन्तु भवती अस्माकं डिलिजेण्ट्लि पाठयति लीस्ट् वी केन् डू इस् डू द होम्वर्क् नास्ति चिन्ता नास्ति चिन्ता भवती एवं चिन्तयति खलु तदेव महान् विषयः अस्ति सम्यक् चिन्ता नास्ति तत्र अन्येन कृतं वा अन्येन केनचित् अस्तु तर्हि इदानीं मम सौकर्यम् अहं राण्डम्लि पिक् करोमि केनापि न कृतम् अतः अहम् अस्तु शुभदा भगिनी वदतु अत्र भवती न आसीत् गतवर्गे जानामि परन्तु प्रीणयति इति स्वीकृत्य एकं वाक्यं वदतु अण्यन्तवस्थायां प्रीणाति इति पदमस्ति प्रीणाति तर्हि अण्यन्तवस्थायां वाक्यं ण्यन्तवस्थायां वाक्यं प्रीणाति श्वश्रूः श्वश्रूः स्नुषां प्रीणाति स्नुषा स्वस्य आचरणेन प्रीणयति क्षम्यताम् प्रथमवाक्यस्य अर्थः कः श्वश्रूः नाम मिल् लव्स् दिल् मदर् इन् लो लव्स् डाटर् इन् लो श्वश्रूः श्वश्रूः स्नुषां स्नुषा स्नुषां लो स्नुषां प्रीणाति प्रीणाति इत्यस्य अर्थः कः स्नुषायां प्रीणाति क्षम्यताम् स्नुषायां प्रीणाति स्नुषायां यतोहि स्नेहः विश्वासः प्रीतिः इत्यस्मिन् सप्तमी भवति खलु माता पुत्रे स्नीह्यति तादृशम् अस्तु अस्तु भवती किं वदति श्वश्रूः श्वश्रूः स्नुषायां प्रीणाति. स्नुषा स्नुषाः मया विस्मृतं. स्नुषाः स्नुषायां स्निह्यति इत्यत्र एव सप्तमी खलु. परन्तु इत्यस्मिन् एते सर्वेषां ये अर्थाः विश्वासः प्रीतिः श्रद्धा तस्मिन् सर्वेषु अर्थेषु सप्तमी विभक्ति इति मम विचारः. न जाने स्नेहः अपि प्रीतिः अपि स्नेहः प्रीतिः अस्तु समीचीनम्. अत्र प्रीणाति इत्यस्य अर्थः कः? प्रीणाति प्रसन्नं करोति तृप्तं करोति इति अस्ति. प्रीतिकर्णा प्रीतिकर्णा तत्र सप्तमी डजन् मेक् मीनिङ्ग्. इदानीम् अत्र प्रीणाति इति धातोः प्रीति आश्रयः कः? स्नुषायां न स्नुषां प्रीणाति इति सकर्मकधातुः. यदि एवं वदति तत्र सप्तमी भवति इति वदति चेत् तत्र प्रीणाति इति धातुः अकर्मकः स्यात्. ओ एवं वा. सकर्मकः अस्ति खलु. इदानीं गृहे तिष्ठति बालकः गृहे तिष्ठति तिष्ठति इत्यत्र सा धातुः अकर्मकः तत्र सप्तमी युज्यते. इदानीं प्रीणाति इति तु सकर्मकधातुः अतः धातोः कर्म अपि भवति. अस्तु तर्हि प्रीत्याश्रयः कः? स्नुषा इति उक्तवती खलु. स्नुषा तर्हि इदानीं वाक्यं वदतु. तर्हि मम प्रथमं वाक्यं सम्यक् आसीत् तर्हि श्वश्रूः स्नुषां प्रीणाति इति. तर्हि निजन्तवाक्यं निजन्ते णिजन्ते. सो तस्य अर्थः कः आसीत्? इदानीं श्वश्रूः स्नुषां प्रीणाति इत्यस्य अर्थः कः? मदर् इन् लो लव्स् डाटर् इन् लो. अधुना णिजन्ते स्नुषा नो अत्र श्वश्रूः इति कर्ता खलु कर्त्री. तर्हि श्वश्रूः तत्र कोऽपि श्वश्रूं प्रेरयेत्. सम्बडि श्वशुरः श्वशुरः श्वशुरः श्वश्रूं सकर्मकः अस्ति अतः श्वशुरः श्वश्रूः स्नुषां प्रीणयति. पुनः वदतु. श्वशुरः प्रेरयति. कं प्रेरयति? कां प्रेरयति? श्वश्रूं प्रेरयति. तर्हि गतिबुद्धिप्रत्यवसानार्थः अत्र तु नास्ति. अकर्मकः नास्ति सकर्मकः धातुः. तर्हि कर्मपदस्य आवश्यकता नास्ति. प्रयोजककर्तुः क्षम्यतां प्रयोज्यकर्तुः कर्मपदं न भवितुमर्हति. तर्हि प्रयोजककर्त्री अस्ति श्वश्रू तस्य कर्मपदं नास्ति अतः आ, पुनः वाक्यं वदतु, न श्रूयते. न किमपि न उक्तं. श्वश्रुवा इति भवति वा? तृतीया विभक्त्यां. तर्हि श्वश्रूः इत्यस्य वध्वा इति भवति, तत् तर्हि श्वश्रुवा इति भवति. श्वशुरः श्वश्रुवा नुषा प्रीणयति. द्वितीया विभक्ति न भवति वा? प्रधानकर्म भवति स्नुषा इति. द्वितीया न भवति वा तत्र स्नुषामिति? प्रधानकर्म इति कर्मणि प्रायशः. न न, कर्तरिप्रयोगे अत्र. अत्र तु कर्तरिप्रयोगः न जानामि, किन्तु प्रथमविभक्तिः भवेत् इति चिन्तितवती भवती, अतः उक्तवती. न स्नुषा अत्र कर्तरिप्रयोगे द्वितीया विभक्तिः खलु प्रधानकर्म. न न, तत्र शुभदा भगिन्याः चिन्तनं तादृशम् आसीत् वा इति. प्रधान कर्तरिप्रयोगे एव उक्तवती. कर्तरिप्रयोगे एव. किन्तु तत्र प्रधान गौण इति कर्तरिप्रयोगे न भवति खलु? न, सर्वत्र भवति. प्रधानगौण इति सर्वत्र. प्रधानकर्म, प्रधानकर्म इत्युक्ते यद् कर्म अन्यन्तावस्थायां कर्म अस्ति तदेव प्रधानकर्म. आम्, सामान्यतया. किन्तु तत्र द्वयोः तुलनं कर्मणि प्रयोगे भवति वा? अपि भवति अत्र, अत्रापि भवति. अत्र तु अन्यन्तावस्थायां यत् कर्म तत् प्रधानकर्म. यदा कर्मणि प्रयोगे प्रधानस्य कर्मपदं भवेत् वा अथवा गौणस्य प्रथमविभक्ति भवेत् वा इति चिन्तनं तत्र भवति. तत् चिन्तित्वा चिन्तयित्वा उक्तवती. अस्तु, सत्यं. परन्तु अत्र कर्मणि प्रयोगः इति विषयः नास्ति. नास्ति, नास्ति. तर्हि श्वशुरः श्वश्रुवा, क्षम्यतां ट्विस्टर् अस्ति भगिनी, किञ्चित् सरलं वाक्यं वदतु. श्वश्रु त्यजतु पतिः पत्नी, पत्न्या, पत्न्या. अस्तु, पत्न्या. परन्तु तस्य स्नुषायाः तु श्वश्रुः एव खलु, अतः श्वश्रु इति वक्तुं. श्वश्रुः पत्न्याः, श्वश्रुः तु पत्नी एव सा खलु. हा अस्तु, सरलार्थं श्वश्रुः तस्य पत्न्या स्नुषां प्रीणयति. अस्तु, अस्तु, अस्तु, समीचीनं. परन्तु अत्र इतोपि किञ्चित् चिन्तयन्तु. सम्यक् प्रयासः कृतः शुभदा भगिन्या, परन्तु अत्र इतोपि किञ्चित् चिन्तयतु. क्लेशः किमस्ति भगिनी? तत्र सकर्मकधातु एव अस्ति न? तत्र क्रीणाति इति सकर्मकधातुः अस्ति, किमर्थं तत् क्लेशः अस्ति? न न, क्लेशः इत्युक्ते तत्र किञ्चित् चिन्तयन्तु. चिन्तयित्वा तत्र वाक्यं रचयन्तु. प्रीति आश्रयः कः इति तत्र किञ्चित् विचिन्त्य वाक्यं रचयन्तु. यतोहि क्षम्यतां, प्रीति आश्रयः श्वश्रूः भवति वा भगिनि? प्रीतेः आश्रयः, प्रीतेः आश्रयः किं तत्र स्नुषा, स्नुषायां भवति. सत्यं, स्नुषायां भवति. अत्र किञ्चित् चिन्तयन्तु. चिन्तयित्वा अन्यन्तावस्थायां वाक्यं कथं भवति, अन्यन्तावस्थायां कथं भवति इति चिन्तयन्तु. अत्र कम्पेरिसन् कर्तुम् अभिलषति इत्यपि वाक्यं स्वीकरोतु. अभिलषति, प्रीणाति, अभिलषति. प्रीणाति इति अस्ति चेत् वाक्यं कथं भवति? अभिलषति इति अस्ति चेत् वाक्यं कथं भवति अन्यन्तावस्थायाम्? अनन्तरं ण्यन्तावस्थायां कथं भवति इति एकवारं चिन्तयन्तु. रुचिकरः विषयः. अस्तु, स्वयं चिन्तनं कुर्वन्तु. पुनः अग्रिमसप्ताहे परिशीलयामः. यतोहि न चिन्तितं खलु, अतः तत्र चर्चायाः आवश्यकता नास्ति इदानीम्. भगन भगिनी वसन्त वसन्त ऋतोः आगमनं सर्वान् प्रीणयति. सम्यक् सम्यक् यन्तवस्वयम् उक्तवती वस्तुतः तत्र प्रीणयति इति चुरादिगणे अपि धातुः अस्ति खलु. तर्हि वसन्त ऋतोः आगमनं कस्य किं किमुक्तवती वसन्त ऋतोः आगमनं सर्वान् जनान् प्रीणयति. सर्वान् जनान् प्रीणयति अत्र प्रेरणार्थे उक्तवती वा स्वार्थे उक्तवती वा? अत्र प्रेरणा नास्ति, परन्तु प्रेरणा नास्ति खलु, स्वार्थे एव उक्तवती खलु. प्रीणयति इति स्वार्थे उक्तवती. अतः अस्मिन् वाक्ये पुनः अन्यन्तवस्थायां वाक्यं किम् इति प्रश्नः न उदेति. एवम् अत्र शुभदा भगिन्याः वाक्ये प्रेरणार्थे अत्र प्रथमतया यद् वाक्यं भगिन्या उक्तं तत्र प्रीणाति इत्यत्र उक्तं, तत्र तु प्रेरणार्थे इति नास्ति, परन्तु भवत्याः वाक्ये प्रीणयति इति पदमस्ति, तत्र चुरादिगणीयधातुः खलु, स्वार्थे एव प्रयोगः कृतः. वसन्तऋतोः आगमनं सर्वान् प्रीणयति इति तत्र स्वार्थे प्रयोगः खलु. तदेव प्रेरणार्थे वक्तुम् इच्छामः चेत् कथं भवति इति चिन्तयतु एकवारम्. किमस्ति शोभा भगिनी, किमपि उक्तवती? न, तदेव भवती उक्तवती. इत्युक्ते जनेषु सर्वेषु प्रीतिं जनयति इति एव अर्थः वक्तुम् इष्टवती खलु तत्र. अस्तु, स्वार्थे वसन्त ऋतुः एव प्रीतिं जनयति इति. अस्तु, इदानीं सप्तमी विभक्तेः प्रयोगः कृतः भवत्या, जनेषु प्रीतिं जनयति इति. तादृश अर्थः एव प्रीणयति इति पदेन अपि भवति, परन्तु सप्तमी प्रयोगः नास्ति तत्र इति विशेषः तत्र. अग्रे गच्छामः. तत्र धूये इति धातुः अग्रे वयं पश्यामः. प्रियधातोः प्रियतर्पणे इति धातोः नुगागमः भवति, प्रीणयति इति रूपं चुरादिगणे अपि भवति, प्रेरणार्थे अपि प्रीणयति इति एव रूपम् अस्ति. इदानीम् अग्रे गच्छामः. अत्र कः पठति? अत्र विजयाभगिनी पठति वा? इकारान्तधातूनां पुगागमः महोदय. एट् बिन्दुः एट् नम्बर् एट् अष्टमः बिन्दुः. अस्तु, ईकारान्तधातूनां पुग् आगमः वा महोदय? आम्, अत्र ह्रि व्लि रि इति अस्ति. ह्रि जुहोत्यादिगणे लटि जिह्येति इति भवति. जिह्येति अर्थः लज्जते. निचि ह्रेपयति लज्जयति. ह्रि इति स्त्रीलिङ्गशब्दः, लज्जा इत्यर्थः. व्लि क्रयादिगणे वादीनां ह्रस्वः इत्यनेन क्षिति ह्रस्वत्वे लटि लीनाति, अर्थः गच्छति, समर्थनं करोति, चिनोति इति अर्थे आगच्छति. अनन्तरं री क्रयादिगणे वादीनां ह्रस्वः इत्यनेन क्षिति ह्रस्वत्वे लटि रीणाति, अर्थः मोचयति इति अस्ति. अत्र ईकारान्तधातूनां ह्री व्लि रि इति धातु त्रयः सन्ति, धातवः त्रयः सन्ति. अत्र ह्रि जुहादिगणे स्वीकुर्मः चेत् अत्र अर्थः लज्जते, जिह्रेति इति अर्थे आगच्छति. अनन्तरं व्लि क्रयादिगणे स्वादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति, अतः लीनाति इति भवति, अर्थः तु गच्छति, समर्थनं करोति, चिनोति इति अर्थे आगच्छति. री क्रयादिगणे एतदपि, अत्रापि पुवादीनां रस्वः इत्यनेन शिति रस्वत्वे लटि किं रूपं भवति चेत् ऋणाति इति, अर्थः मोचयति इति, मुच् धातोः मोचयति इति निजन्तरूपं भवति अत्र. अत्र तु मुच् धातुः विषयः नास्ति, री इति धातुः अर्थम् अर्थं मोचयति इति, अर्थः इति मोचयति. अस्तु अस्तु, समीचीनम्. अत्र अत्र केवलम् अस्माकम् अवगमनार्थं धातुत्रयः अस्ति इति उक्तं, समीचीनमस्ति वा वाक्यम्? प्रथमं धातुः, धातु दातवः खलु सन्ति, धातुत्रयं त्रयः धातु द्वयं त्रयम् इति भवति, त्रयः तिस्रः इति स्त्रीलिङ्गं, त्रयः इति पुल्लिङ्गं, दातवः त्रयं कम् अनुसृत्य. अत्र यत्र यत् लिङ्गं तत् लिङ्गम् अनुसृत्य किम् परवलिङ्गं, परवलिङ्गम् अनुसृत्य परवलिङ्गं त्रयः इति शब्दस्य लिङ्गम् अस्ति वा, स्वयं लिङ्गम् अस्ति वा? पदानि कीदृशपदानि? बहुवचनम् एव अस्ति, बहुवचने भवतु, सङ्ख्यावाचकशब्दाः कीदृशशब्दाः? विशेषणानि, विशेषनिघ्नाः खलु, अतः विशेषनिघ्नाः. इदानीं धातुत्रयः इति उक्तवती, इदानीं त्रयः इति पदं कस्य विशेषणम्? धातोः, धातोः विशेषणं चेत् तत्र सूत्रं किम् अस्ति येन धातुत्रयः इति भवितुमर्हति? कर्मधारयसमासं कर्तुम् इच्छति वा भवती? तर्हि कर्मधारयसमासे विशेषणं पूर्वं भवति खलु? आम्, विशेषणं पूर्वमस्ति. धातुत्रयः इति कथम्? अत्र किं वक्तव्यं महोदय? त्रयः, त्रयः दातवः इति वदति चेत् समीचीनं, त्रयः दातवः, नो चेत् धातुत्रयम्. ओ धातुत्रयं पुंसकलिङ्गे भवति, यतोहि त्रयम् इति इदानीं कस्यापि विशेषणं नास्ति. ओ साधारणतया अपि विशेषणं नास्ति, त्रयम् इति नपुंसकलिङ्गे प्रयोगः, अपि च अस्ति इति भवति, न तु धातुत्रयम् अस्ति, धातुत्रयम् इति यत् अस्ति इति पदे तत्र किम् अस्ति? एकवचन इति क्रियायाः किमस्ति? धातु एकवचनवचने न एकवचनं भवतु, अस्ति इति क्रियायाः किम् अस्ति तत्र धातुत्रयम्? अकर्मकः अस्ति न, अस्ति इति सन्ति इति वा, कर्तृपदम् अस्ति, कर्ता इति प्रथमविभक्तमस्ति. अस्तु समीचीनम्. इदानीं तत्र सामान्यधातोः विषये एव अत्र उक्तमस्ति, लटि पुवादीनां ह्रस्वः इति, तत् सूत्रम् एकवारं झटिति पश्यामः. उषा भगिनी पठति वा? अस्तु भगिनि. अप्वादीनां ह्रस्वः, पुञ् लूञ् ढूञ् ज्या रि व्लि प्लि स्त्रूञ् ख्रीं वृ शृ पृ भृञ् भृ भृ भृ मृ अमृ धृ झृ झृ धृञ् नृ कृ ऋ गृ. येषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्ययपरे, क्षितिप्रत्ययपरे हूः आदिः येषां ते वादयः बहुव्रीहिः तेषां पादीनां येन विधिस्तदन्तस्य अलोन्तस्य अचश्च इत्येभिः सूत्रैः येषां धातूनां येषां धातूनाम् अन्तिमस्वरस्य ह्रस्व आदेशः भवति. पादीनां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रं स्तिबु क्लमु क्षमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्वादीनाम् अचः अङ्गस्य ह्रस्वः क्षिति प्वादीनां ह्रस्वः इति सूत्रं वदति परः क्षिति प्रत्ययः परः अस्ति चेत् प्वादीनां धातवः अचः अङ्गस्य ह्रस्वः क्षिति इति उक्तम् अचः अङ्गस्य इत्यनेन प्वादीनां पू आदिः येषां ते प्वादयः अचः अङ्गस्य ह्रस्वत्वं भवति ह्रस्वत्वं भवति येन विधि अचः अङ्गस्य इति उक्तत्वात् येन विधिस्तदन्तस्य इत्यनेन अचेव अङ्गं नास्ति अजन्त अङ्गस्य इति भवति अलोन्तस्य इत्यनेन अन्तिम अच् वर्णस्य कृते इति अस्ति अचश्च इत्यनेन स्वरः स्थाने एव ह्रस्वत्वं भवति इति अस्ति प्वादीनाम् अचः अङ्गस्य ह्रस्वः क्षिति इति अनुवृत्तसहितं सहिते उक्तत्वात् अप्वादीनां धातोः कृते क्षितिपरः परः अस्ति चेत् तत् अजन्त अङ्गस्य अच् वर्णः ह्रस्वत्वं लभ्यते ह्रस्वत्वं भवति इति समीचीनं. तत्र पू इति धातुः क्रियादिगणीयधातुः, तत्र रूपं किं भवति? पू इति धातु क्रयादिगण नकार क्रयाति नकार क्रीणाति सु पुनाति पुनाति इति प्रसिद्धं रूपम् अस्ति खलु पुनाति. आम् आम् पू इति पूनाति इति नास्ति पुनाति इति हस्तः पुनाति लुनाति लुनाति धुनाति. अस्तु तर्हि तस्मिन्नेव गणे तत्र व्लीरि ओ ह्री जुहोति अति व्ली अपि चर्रि त्रयादिगणे व्लीरि व्लीरि इति वयं द्रष्टुं शक्नुमः व्लीरि इति अत्र पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं व्लीनाति. अस्तु इदानीम् अग्रे गच्छामः. उमा भगिनी अग्रे पठतु. वंशी भगिन्याः कामेंट अस्ति अद्य केवलं महिलाः एव सन्ति इति. अस्माकं कृष्णः अद्य न आगतं. विनय महोदय श्रूयते भगिनि. त्रयः ईकारान्तधातवः सूचिताः. ह्रीं अन्ये श्रोतुं शक्नुवन्ति वा? न सम्यक् नास्ति. क्षीणमस्ति. न श्रूयते? अस्तु प्रयत्नं करोमि, वदतु. अग्रे अनन्तरं पठति वा? अस्तु पठतु. महोदय अत्र अस्ति खलु त्रयः दातवः त्रयः दातवः श्रूयते त्रयः हा श्रूयते सम्यक्. त्रयः दातवः इति प्रयोगः समीचीनः, धातुत्रयः इति प्रयोगः समीचीनः नास्ति. भवती समस्तप्रयोगः कृ भवत्या समस्तप्रयोगः कृतः धातुत्रयः इति. धातुत्रयं न तु त्रयः दातवः. त्रयः दातवः इति समीचीनं, व्यस्तप्रयोगः समीचीनमस्ति. त्रयः दातवः इति समीचीनम्, परन्तु तत्र समस्तपदरूपेण भवती वक्तुमिच्छति चेत् त्रयः तत्र सङ्ख्यावाचकशब्दः यदा भवति तदानीं तत्र समासः न भवति, कर्मधारयः समासः न भवति. अतः तत्र किं त्रयः इति इत्यस्य प्रातिपदिकं किम्? खलु त्रिदातवः इति समस्तपदं न भवति तत्र त्रयः धातवः इत्येव वक्तव्यं नो चेत् धातुत्रयम् इति वक्तव्यं धातोः त्रयं तत्र कर्मधारयः नास्ति समीचीनम् अस्तु उमा भगिनि उमा भगिन्याः द्वित्वं जातं जुहोत्यादिगणे श्रूयते वा श्रूयते वदतु ओके अस्मिन् सूत्रे त्रयः ईकारान्तधातवः सूचिताः ह्री व्ली री इति अर्ति ह्री व्ली क्नुयि क्ष्मायातां पुङ्णौ एभ्यः धातुभ्यः पुगागमः भवति मिच् प्रत्यये परे कोऽपि ईकारान्तधातुः अस्ति चेत् यः अस्मिन् सूत्रे न सूचितः तर्हि णिच् प्रत्यये परे तस्य पुगागमः न भवति एव यथा नी योगः णिच् नाययति न तु नेपयति सुपुगागमः नास्ति ओके अर्ति ह्री व्ली अर्ति ह्री व्ली नूयिक्ष्मायातां पुङ्णौ इति सूत्रेण ह्री ब्ली रि इति दातवः पुगागमः भवति निच् प्रत्यये परे होने परे अस्ति चेत् कोऽपि ईकारान्तधातुः ओ नो ईकारान्तधातुः अस्ति चेत् अस्मिन् सूत्रे न सूचितः सो नी धातु एक्साम्पल् नी धातु दट् इस् ईकारान्तधातु दट् इस् ओन्लि नाययति न तु नेपयति सम्यक् तर्हि अत्र अस्मिन् सूत्रे आकारान्तधातूनां विषये अस्माभिः दृष्टं यत्र पूगागमः भवति इति वयं जानीमः आकारान्तानां तदनन्तरं तत्र अर्ति ह्री व्ली री क्नुयि क्ष्मायि इति ये धातवः सन्ति परिगणिताः तेषां विषये इदानीम् अध्ययनं एतावता न जातं तत्र इदानीं ह्री व्ली रि इत्येतेषाम् अध्ययनम् इदानीं भवति एते त्रयः अपि दीर्घ इकारान्तदातवः ह्री व्ली रि इति तत्र अनेन सूत्रेण एतेषामपि पुगागमः स्यात् खलु परन्तु अन्येषाम् ईकारान्तानां पुगागमः नास्ति केवलम् एतेषां त्रयाणामेव इति स्मर्तव्यम् अस्तु विजया भगिनी भवत्याः कृते एव तत्र उक्तमिति मा चिन्तयतु तत्र अस्माकं किं शिक्षणार्थं तथा उक्तवती अस्तु भवत्याः दोषः एव तत्र वक्तुमिच्छामि इति नास्ति दोषं वक्तुमिच्छामि इति नास्ति तत्र केवलम् अवगमनार्थं स्पष्टीकृतं तावदेव अस्तु अस्तु महोदय समीचीनम् अस्माकं सर्वेषां लाभाय भवतु इति कृत्वा यदा दोषः भवति चेत् तदानीं तत्र आपर्चुनिटि फार् टीचिङ्ग् तावदेव अस्तु अग्रे गच्छामः सूर्यकुमारी भगिनी अग्रे ध्येयं यत् पुगन्तलघुपदस्य च इत्यनेन न केवलं लघुपदस्य गुणः अपि तु पुगन्तस्य अपि गुणः वयं पुगन्तविषये चर्चितवन्तः तत्र पुगन्तलघु उपदस्य च इत्यनेन लघु एकवर्णः अपि तु पुगन्त अपि सः तत् इदं पुगन्तस्य अपि गुणः भवति इति सूचयति समीचीनम् एतावत् अस्माभिः न दृष्टं पुगन्तम् अङ्गम् इति न दृष्टं पुगन्तम् अङ्गमस्ति चेदपि गुणः भवति इति एतावता अस्माभिः न दृष्टं केवलं लघुपदस्य गुणः इत्येव दृष्टम् एतावता तिङन्तप्रकरणे लट् लोट् लङ् विधिलिङ्ग् इत्यत्र अस्माभिः पूर्वं चर्चितं सर्वत्र लघुपदस्य अङ्गस्य इकः गुणः इत्येव चर्चितम्। इदानीं नूतनः विषयः अस्ति पुगन्तम् इति किमर्थम् अस्ति अस्मिन् सूत्रे इति इदानीम् अद्य वयं पश्यामः। अस्तु भगिनि पठतु। पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे। पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपदा यस्य तत् लघुपदं, पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः। तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रं। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्त्राणि नोक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः विवरणम् अस्ति पुगन्तलघुपदस्य च इति। तत्र द्वयविषये च सूचयति प्रथमं लघुपदस्य वयं जानीमः लघु एकवर्णस्य इति। पुगन्त इत्युक्ते पुक् अन्त यस्य सः पुगन्त। तत्र अत्र सः कः, अत्र सः कः, पुक् अन्तः यस्य सः इति उक्तवती, अत्र सः कः? पुगन्त कः सः इत्युक्ते अङ्गम्। तर्हि पुक् अन्तः यस्य सः इति नास्ति खलु, अङ्गमिति नपुंसकलिङ्गशब्दः। यस्य तत् पुक् अन्ते यस्य तत् पुगन्तम्। आम्, तत्र स्थानी नोक्तम् इकः कुत्र अस्ति इति। पुक् अन्त अस्ति इकः अङ्गे कुत्र अस्ति इति नोक्तं भगिनि। न, अत्र पुगन्तं पुगन्तम् अङ्गम् इति उक्तं खलु, पुगन्तस्य अङ्गस्य इकः गुणः यत्र कुत्रापि इकः। आम् आम् आम्, यतोहि पुक्कन्तम् अस्ति, पुक्कन्तम् अस्ति अतः अलोन्त्यस्य इत्यस्य कार्यं न भवति अत्र खलु। आम् भगिनि, अतः पुगन्तम् अङ्गम् इति अनयोः विशेषणविशेषभावः अस्ति, अतः येन विधिस्तदन्तस्य इति अत्र भवति वा। येन विधिस्तदन्तस्य भवति कथं, पुक् अन्ते अस्ति एव पकार अन्ते अस्ति इति साक्षात् अत्र उक्तं खलु, पुगन्तम् अङ्गम् इति साक्षात् उक्तम्, अत्र संशयः अस्ति वा अन्यत्र कुत्रापि पुक् भवति इति। येन विधि सदन्तस्य विषये नास्ति। येन विधि सदन्तस्य इत्यस्य प्रयोगः न भवति अत्र, यतोहि संशयः नास्ति, पुक्कन्तम् अस्ति इति उक्तं साक्षात्। अतः किं यथा इकः अङ्गम् इति वयं वदामः चेत् इक् इति अङ्गम् अपि च यस्य अन्ते इक् अस्ति इति तादृशम् अत्र आवश्यकं नास्ति, यतोहि पुगन्तम् इति साक्षात् उक्तम्। अतः अङ्गस्य अन्ते पुक् भवति, तर्हि इदानीम् इक् कुत्र भवितुमर्हति इति चेत् पुक् इत्यस्मात् पूर्वम् उपदा एव, उपदा एव इति नास्ति तत्र, उपदा इति न उक्तम्। आम् आम्, यतोहि अत्र उपदा इति अत्र पश्यन्तु अत्र अत्र विषयः कः इति चेत् किमर्थम् उपदायां न स्वीकर्तुं शक्यते अत्र पुगन्तलघुपदस्य इति उक्तं खलु अतः उपदा इति स्वीकर्तुं शक्यते वा इति चेत् न स्वीकर्तुं शक्यते यतोहि किमर्थं न स्वीकर्तुं शक्यते पुगन्तम् एव निमित्तम् अस्ति कुत्र इति नोक्तम् न परन्तु लघुपदम् इति किमर्थं न स्वीकर्तुं शक्यते पुगन्तं भवतु परन्तु लघु उपदम् अपि भवतु लघु उपदस्य तत्र पुगन्तं पुगन्तं विषयं नास्ति हा समीचीनं किमर्थं नास्ति कथं जानीमः तत्र द्वन्द्वसमासः अस्ति पुगन्तम् उत्तमं सम्यक् समीचीनं द्वन्द्वसमासः अस्ति इति कृत्वा प्रत्येकं पदस्य प्राधान्यं वर्तते यथा तत्र तत्पुरुषसमासे उत्तरपदार्थप्राधान्यम् अत्र द्वयोः पदयोः अपि प्राधान्यं वर्तते अतः द्वयोः पृथक् पृथक् अन्वयः अस्ति अङ्गस्य इति शब्देन पृथक् पृथक् अन्वयः पुगन्तम् अङ्गम् अत्र वस्तुतः सूत्रद्वयं स्यात् पुगन्तं पुगन्तस्य अङ्गस्य एकः गुणः सरधातुकार्धधातुकयोः इति एकं सूत्रम् अनन्तरं लघुपदस्य अङ्गस्य एकः गुणः सरधातुकार्धधातुकयोः इत्यनेन द्वितीयं सूत्रम् इति सूत्रद्वयं स्यात् परन्तु तत्र किं कृतं पाणिनिना इति चेत् द्वन्द्वसमासः कृतः पुगन्तलघुपदस्य च इति उभयत्र विशेषणं पुगन्तमपि विशेषणं लघुपदमपि विशेषणं लघुपदं कस्य विशेषणम् अङ्गस्य विशेषणं अङ्गस्य विशेषणं तर्हि विशेषणद्वयं द्वयोः मिलित्वा समाहारद्वन्द्वः कृतः तस्य अन्ते अङ्गम् इति शब्दः अङ्गमिति शब्दः प्रत्येकं सम्पद्यते अतः पुगन्तम् अङ्गं लघुपदम् अङ्गम् अवगतम् आम् समीचीनं तर्हि इदानीं धन्यवादः भगिनी इदानीम् अग्रे वंसी भगिनी क्वी इति दातुं स्वीकरोतु आं भगिनि ह्री इति धातुः अस्ति ह्री योगः निच् इति यदा भवति तत्र अर्ति ह्री व्री री क्नु ईक्ष्मायात्तां पुक्नौ इति सूत्रेण ह्री पुक् आगमः भवति ह्री योगः पुक् कित् अस्ति अतः अद्यन्तौटकितौ इत्यनेन धातोः अन्ते भवति यतोहि तत् प्रत्ययस्य आगमः नास्ति धातोः आगमः अस्ति अतः तत्र कित् इति भूत्वा तत्र आद्यन्तौटकितौ इत्यनेन धातोः अन्ते भवति ह्रीयोगः पुक् योगः निच् इति अस्ति ह्रीयोगः तत्र अङ्गस्य क्षम्यताम् अङ्गस्य आगमः अस्ति तत्र अतः तत्र पुक् इति तत्र भवति ह्रीयोगः पा योगः इति ह्रीप् इति भवति ह्रीपि इति धातुः भवति अधुना ह्रीपि तत्र इत्यस्मिन् तत्र पुगन्तलघुपदस्य च इत्यनेन तत्र इकः गुणः भूत्वा तत्र अन्ते इक् वर्णः अस्ति इति भूत्वा तत्र तस्य अन्ते इक् वर्णः नास्ति कुत्र अस्ति इक् वर्णः ह्रीपि इति अस्ति न तत्र ह्रीपि इति भवति ह्रीपि इति भवति कुत्र गुणः अत्र ओ क्षम्यतां तत्र गुणः उपधायां भवति तत्र क्षम्यतां क्षम्यतां परन्तु तत्र ह्रीपि इति अपि भवितुम् अर्हति किल तत्र तत्तु अग्रिमसोपाने इदानीं तस्य चिन्तनं नास्ति ह्रीपयोगः इ इति स्थितौ सुगन्धलघुपदस्य च भवति वा इति प्रश्नः धातोः निर्माणं प्रथमतया खलु सत्यम् अस्तु तत्र निश्चित्यस्य यो संयोगः न भवति वा तत्र ह्रीपि इति तस्मात् पूर्वमेव धातोः अङ्गस्य कार्यं भवति सत्यं तत्र ह्रीपयोगः इ इत्यस्मिन् तत्र ह्री इत्यस्मिन् यत् दीर्घ ईकारः अस्ति तत् तस्य गुणः भवति ह्रेप् इति भवति पुगन्तलघुपदस्य च इत्यनेन ह्रेप् योगः इ इति भवति अधुना तु ह्रेप्योगः इ तत्र नूतनधातुः भवति ह्रेपि सनात्यन्ताः धातवः इत्यनेन ह्रेपि इति निचन्तधातुः भवति ह्रेपि योगः शप् योगः इति ह्रेपयति इति अन्तिमरूपं भवति हा समीचीनम् अत्र पश्यन्तु ह्रीप् इत्यत्र दीर्घ इकारः अस्ति न तु लघु इक् दीर्घ इकारः अस्ति चेदपि गुणः भवति, यतोहि पुगन्तम् अङ्गम् अस्ति चेत् पर्याप्तं, लघुपदं भवेत् इति नास्ति तत्र नियमः. सत्यं तत्र तु पुगन्तमस्ति, प्रथमदलस्य वदतु वदतु प्रथमदलस्य प्रयोगः. दलद्वयम् अस्ति, पुगन्तम् एकं दलं, तत्र लघुपथा इति अन्यत् दलमस्ति, दीर्घ इकारः अस्ति, अपि च पुक् इति अन्ते अस्ति इति कारणात् तत्र पुगन्तस्य एव कार्यं भवितुम् अर्हति, लघुपथा नास्ति, अतः तत्र स्त्री इत्यस्मिन् इकारस्य गुणः भवति. किमर्थं पुगन्तस्य एव कार्यं भवितुम् अर्हति, लघुपदस्य किमर्थं न स्यात्? एकं तु लघुपदा नास्ति, अन्यत्तु पुगागमः प्रथमम् अस्ति इति अपि भवितुम् अर्हति वा? तयोः प्राधान्यं भवति द्वन्द्वसमासे. यदि अत्र ह्रस्व इकारः अस्ति इति चिन्तयतु, तदानीं किं भवति? क्रिप् इति अस्ति इति चिन्तयतु तदानीं. सत्यं सत्यं, तत् द्वयोः कार्यं भवितुम् अर्हति, परन्तु भगिनी एकः संशयः, ह्री इति एकक्षणम् इदानीं समापयामः, तत्र मम प्रश्नस्य उत्तरं भगिनी वदन्ती अस्ति, वदतु समापयतु. तत्र ह्रिप् इति अस्ति चेत् तत्र ह्रिप् इत्यस्मिन् लघुपदा अस्ति, अपि च पुगन्तमपि अस्ति, अतः द्वयोः कार्यं भवितुम् अर्हति, परन्तु अन्तिमरूपं तु एकमेव भवति, अतः तत्र पुगन्तमेव कार्यं करोति इति. न, द्वयोः कार्यं भवितुम् अर्हति इति न वक्तव्यम्, कार्यं भवितुम् अर्हति वा तत्र? द्वयोः कार्यं भवितुम् अर्हति इति न वक्तव्यम्, सामर्थ्यमस्ति न, तत्र पुगन्तमपि अस्ति, लघुपदा अपि अस्ति, परन्तु कस्य कार्यं भवति, केन भवति, केन भवति? केन भवति इत्युक्ते तत्र पुगन्तमेव भवति, यतोहि पुगागमः अस्ति, अतः तस्यैव प्राधान्यं भवति इति चिन्तयामि. पुगन्तम् इति दलेन एव भवति, किमर्थं चेत् न, यदि लघुपद इति दलेन भवति तदानीं पुगन्तम् इति दलमेव व्यर्थं खलु? हा तदेव तदेव, विशिष्टेन विशिष्ट उक्त विशिष्टसामर्थ्यात् विशिष्ट उक्तत्वात् इति पुगन्तम् न व्यर्थं, दीर्घं यत्र भवति तत्र तु कार्यम् इतोपि करोति खलु. न, दीर्घं न, दीर्घः नास्ति इदानीं, ह्रस्वः एव अस्ति इति चिन्तयतु, तत्र ह्री इति धातोः विषयः अस्ति इदानीं, ह्री इति दीर्घ इकारान्तः नास्ति इति केवलं हैपोथेटिकल्. ह्रस्व सूत्रे अर्ति ह्री इति सूत्रे ह्रस्व इकारः एव उक्तः इति चिन्तयतु ह्री इत्यत्र. एवं चेत् तत्र पुगन्तलघु पुगन्तम् इति अङ्गम् इत्यपि भासते, लघुपदम् इत्यपि भासते, तर्हि तयोः मध्ये कस्य कार्यं भवति इति चेत् पुगन्तम् इति विशिष्टतया उक्तं खलु, नो चेत् तत् दलमेव व्यर्थं भवति ह्री इति धातोः विषये, न तु अन्येषां, ह्री इति धातोः विषये व्यर्थं भवति इति कृत्वा पुगन्तम् इत्यनेन एव भवति, परन्तु अत्र तादृशवार्ता तादृशी वार्ता नास्ति, यतोहि ह्री इति दीर्घ इकारान्तः अस्ति इति कृत्वा लघुपदमेव नास्ति, अतः नास्ति चिन्ता तत्र. तदर्थमेव तत्र पश्यामः चेत् अत्र सर्वे धातवः दीर्घ ईकारान्तः, केवलं ऋ धातोः विषये एव वयं द्रष्टुं शक्नुमः, अग्रे ऋ धातोः विषये द्रष्टुं शक्नुमः, तत्र द्वयोः प्रसङ्गः भवति चेत् किं भवति इति. अस्तु, उमा भगिनी वदतु. अत्र ह्री इति धातु योगः पुक् पुका पुक् योजयितुं प्रथमे एव ह्री धातु अस्ति अत्र. पुगन्तलघुपदस्य च सूत्रस्य आवश्यं, बिकास् पुगन्तलघुपदस्य च इति सूत्रमस्ति, सो चुण्डि उल्लि लघुपद ह्री इति चेत् सार्वधातुक आर्धातुः सूत्रे ह्री गुणः सम्भवति ह्रे, देन् ह्रे योगः पुकागम ह्रेप् इति गुणस्य अनन्तरं पुगागमः इति वदति वा? गुणस्य अनन्तरं पुगागमः इति वदति वा? अदे, यस्, अत्र समीचीनः प्रश्नः. प्रश्नः समीचीनः. भगिनी वदति बहु सम्यक् सम्यक्तया चिन्तितवती. भगिनी वदति स्वीयोगः णिच् इत्यत्र अत्र किमर्थं सार्वधातुकार्धधातुकयोः निच्प्रसङ्गे किं सूत्रं कार्यं करोति? आर्धधातुकप्रत्ययः अस्ति, सार्वधातुकार्धधातुके कर्तुम् अर्हति. सूत्रस्य प्रसङ्गिः इतोपि वृद्धिः सम्भवेत् अचोण्यति अचोण्यति अचोण्यति इत्यनेन वृद्धिः भवति खलु. अस्माभिः किम् उक्तं वृद्धिकार्यमेव अपवादः इति उक्तं खलु, अपवादसूत्रमिति वार्तिकम् उक्तं न तत्र? वार्तिकं नास्ति तत्र, अपवादसूत्रम् अपवादमस्ति खलु, अपवादसूत्रमस्ति अचोण्यति इति अपवादः. गुणस्य अपेक्षया अपवादः. तर्हि इदानीं किम् अस्ति उमा भगिनी? अत्र लघु उपदस्य च अवगतं, सुवृद्धिः एव सम्भवति, किन्तु पुगन्तलघु उपदस्य इति सूत्रस्य अर्थः व्यर्थं भवति न? वृद्धिः भवति चेत् वा? नो नो अदर्वैस् सोरि, दिस् ह्री योग पुक् योग निच् परे अस्ति चेत् एव पुगागमः अस्ति. सो निच् अण्ड् पुक् आगच्छति आगच्छतः. सो ह्री योग पुक् योग निच् इति वर्तते. न ह्री योगः निच् इति एव स्थितिः अस्ति. इदानीं सार्वधातुकार्धधातुकयोः अचोयणिति अनन्तरम् अर्ति ह्रीक्मि स्मायातां पुङ्नौ इति त्रयाणां सूत्राणां प्रसङ्गः अस्ति. तर्हि भवत्याः प्रश्नः बलाबलस्य विषये अस्ति, किं सूत्रं प्रथमतया कार्यं करोति इति प्रश्नः. तत्पश्चात् एव पुगन्तलघुपदस्य च भवति वा न वा इति अन्यः प्रश्नः. प्रथमतया स्वीयोगः णिच् इति प्रसङ्गे अर्ति ह्रीव्लि इति सूत्रेण पुगागमः वा, सर्वधातुकार्धधातुकयोः इत्यनेन गुणः वा, अचोयणीति इत्यनेन वृद्धिः वा इति प्रश्नः. तर्हि इदानीं लक्ष्मीभगिनी वदतु, त्रयाणां बलबलचिन्तनं करोतु. अत्र स्त्रीयोगणिच् इत्यत्र अचोण्यति सार्वधातुकार्थधातुकयोः अपि च अर्ति ह्रीव्लि रीग्नु ईक्ष्मायात्तां पुग्णौ इति एतेषां सूत्राणां बलबलचिन्तनं खलु भगिनि? तर्हि प्रथमतया गुणकार्यं सार्वधातुकार्थधातुकयोः अपि च अचोञ्जनीति इत्यनयोः पश्यामः चेत् सार्वधातुकार्थधातुकयोः इति सूत्रं सामान्यसूत्रमस्ति. तस्यां सर्वत्र कार्यक्षेत्रम् अस्ति, अन्यत्र लब्धावकाशः अस्ति. अचोञ्जनीति इत्यत्तु केवलं अजन्तधातवः यत्र अस्ति अपि च णिच् परे एव वृद्धिः सम्भवति इति कारणात् सर्वधातुकार्थधातुकयोः णिच् परे एव सम्भवति इति नास्ति. अचोयणिति नौ परे, नौ परे अचोयणिति प्रत्यये परे निति प्रत्ययः केवलं निजन्तप्रसङ्गे एव इति नास्ति, अन्यत्र कुत्र भवितुमर्हति इति नास्ति. अन्यत् णिच् अपि च निङ् अस्ति वा सामान्यं यत् वयं सामान्यतया वयं कृदन्तप्रत्ययः कृत्प्रत्ययः नवुल् नूल् प्रत्ययः वा नूल् प्रत्ययः तत्रापि भवति खलु, अतः केवलं णिच् प्रसङ्गे इति नास्ति इति नास्ति. नौ परे इति नौ नि अथवा नौ परे अजन्तधातवः तेषां वृद्धिः भवति. तर्हि इदानीं सार्वधातुकार्थधातुकयोः इति सूत्रं प्रभाद्य अपवादेन अचोण्यति इति सूत्रं कार्यं कुर्यात्. तर्हि इदानीं अर्तिह्रीव्लि रीक्नु ईक्ष्मायातां बुग्णौ अपि च अचोण्यति इत्यनयोः मध्ये अचोण्यति इति परसूत्रमस्ति खलु? परसूत्रं तु अप्तिह्रीव्लि परसूत्रमस्ति सार्वधातुक अर्धधातुकयोः इत्यस्यापि परसूत्रमेव इति मन्ये अचुनेत् इत्यस्य तु 7-1-1-5 भवति अप्तिह्रीव्लि तु 7-3-36 भवति संख्यानुसारं अपवादरूपेण भवेत् अपवादरूपेण भवेत् खलु तत्र किमर्थम् अपवाद अन्यत्र अन्यत्र अवकाशः नास्ति विशेषविहितत्वात् तत्र केचन धातवः उक्ताः सन्ति सम्भवति खलु परत्वात् अपि न परन्तु परत्वस्य अपेक्षया परत् अपवादसूत्रं बलीयान् भवति खलु इति कृत्वा अपवादरूपेण यतोहि तत्र रु रि व्लि इति केचन धातवः उक्ताः सन्ति अपि च आदन्तधातवः उक्ताः सन्ति अतः विशेषविहितत्वात् यतोहि एतेषां धातूनां कृते यदि एत इदं सूत्रं कार्यं न करोति चेत् तत्र अन्यत्र अवकाशः नास्ति एज़् अगेन्स्ट् देट् अचोयनिति इति औत्सर्गिकसूत्रं भवेत् यतोहि तत्र बहु सामान्य स्थितिः वर्णिता अस्ति किन्तु परसूत्रात् साधयितुं शक्नुमः चेत् तदेव स्वीकर्तुमपि शक्यते परसूत्रम् इत्युक्ते विप्रतिषेधः इति प्रतिपादनीयम् विप्रतिषेधे परं कार्यं विप्रतिषेधः कथमस्ति इति प्रतिपादयतु परन्तु तत्र किमर्थं गन्तव्यं न अवगतम् अपवादरूपम् इति बलीयान् खलु सर्वत्र सर्वेषु परन्तु अपवाद अस्तु शुभदा भगिनी अपवादः कथम् इति प्रतिपादयतु तदेव तत्र केचन धातवः उक्ताः सन्ति अर्तिर् रीव्लि क्नुयि क्ष्मा अपि च आदन्तधातवः तस्मात् परं यदा इणिच् आगच्छति तदा पुगागमः भवति इति विशिष्टा परिस्थितिः अस्ति अपि च विशिष्टाः धातवः उक्ताः सन्ति तेषां धातूनां कृते एव इदं पुगागमः भवति एतेषां धातूनां परं यदा यणिच् आगच्छति तर्हि अचोणिति इत्यस्य कार्यं न भवति यतोहि तत्र विशिष्टं सूत्रम् उक्तमस्ति तर्हि अपवादस्य लक्षणं किम् तत्र कार्यं न करोति चेत् निरवकाशं भवति निरवकाशत्वं प्रतिपादयतु निरवकाशत्वं रि इति वयं स्वीकुर्मः चेत् तत्र रि योगाणि चत्र सार्वधातुकार्धधातुकयोः इत्यस्य पासिबिलिटि इदानीम् अचोयणिति इति अपवादः इति उक्तं खलु अपवादसूत्रम् इति उक्तं खलु अपवादसूत्रं हा अचोयणिति इति अपवादसूत्रम् अधुना अचोयणिति अपि च अर्ति रीव्लि इत्यस्मिन् बलाबलचिन्तनं भवति चेत् अचोयणिति इति बहु सामान्यं सूत्रं भवति अर्ति रीव्लि इति विशिष्टसूत्रं भवति यतोहि तत्र विशिष्टाः धातवः उक्ताः सन्ति तेषां तदवगतं भगिनि तदुक्तवती तदवगतं परन्तु निरवकाशत्वं प्रतिपादनीयं कथं निरवकाशत्वं तर्हि री योगाणि अत्र अर्ति रीव्लि इति कार्यं न करोति चेत् री धातोः कृते कुत्र अन्य अवकाशः नास्ति इदानीम् अहं पृच्छामि न इदानीम् अहं पृच्छामि अचोयणिति इति कार्यं करोति चेत् अर्ति ह्रीव्लि रि इति सूत्रं व्यर्थं भवति इति प्रतिपादयतु इदानीम् अचोयणिति इति कार्यं करोतु अचोयणिति इति कार्यं करोति चेत् तत्र रि इत्यस्य अजन्तस्य अङ्गस्य वृद्धिः भूत्वा रै इति भवेत् रै योगाणिच् तत्र एचो यवायावः इति सर्वं कृत्वा राय् इति भूत्वा न इदानीम् अर्तिह्रि इति सूत्रं व्यर्थं भवति इति न प्रतिपादितम् है इति भवति चेत् अर्ति ह्रि इति कार्यं न करोति वा न करोति सूत्रे स्पेसिफिकली ह्रि इति उक्तमस्ति ह्रै इत्यस्य विषये पुक् आगमः ह्रै इति ह्री नास्ति वा ह्रै इति ह्री नास्ति वा ह्रै इति सूत्रे तु ह्री रूपस्य एव पुक् आगमः इति उक्तमस्ति शुनकस्य पुच्छम् किमस्ति परिभाषा तत्र का परिभाषा न न तत्तु वार्तः परिभाषा अनन्यत्वात् तर्हि इदानीम् अचोयनीति इति कार्यानन्तरम् इदानीम् अर्तिह्री कार्यं कर्तुं शक्नोति वा न वा शक्नोति शक्नोति तर्हि अर्तिह्री ली इति कीदृशसूत्रम् नित्यसूत्रम् अपवादसूत्रम् इति वक्तुं न शक्यते यतोहि निरवकाशत्वं प्रतिपादयितुं न शक्यते भगिनी अत्र अन्तरङ्गम् इत्यस्य विषयः अस्ति वा तत् कदापि न आगच्छति अतः बहु किमपि न जानामि तत्र किन्तु कदापि न आगच्छति तस्य विषयः अन्तरङ्गम् इत्युक्ते आगच्छति आगमस्य विषये आगमस्य विषये बहु अधिकम् आगच्छति परन्तु अत्र तथा नास्ति यतोहि आगमः नौ परे भवति इत्युक्तं खलु परनिमित्तम् अस्ति परनिमित्तम् अस्ति हा इत्युक्ते निमित्तं पूर्वमेव सूचितं चेत् तेन अन्तरङ्गम् इति वदामः किं तत्र निमित्तं पूर्वमेव सूचितम् इदानीं पश्यतु अचोयनीति इत्यत्र अपि निमित्तं नौ अस्ति पुगागमस्य कृते अपि निमित्तं नौ अस्ति अतः एकं सूत्रम् अन्तरङ्गम् अन्यत् बहिरङ्गम् इति वक्तुं न शक्यते अस्तु किन्तु अचोयनीति इत्यत्र अचः इति अस्ति अपि च अत्र तु अर्ति ह्रीव्लि रि नुयि इति अस्ति क्षम्यताम् इति तर्हि सूत्रम् इति वक्तुं शक्यते तयोः द्वयोः अपि समानानि निमित्तानि इति वा समानानि निमित्तानि इत्युक्ते परनिमित्तं समानमस्ति परनिमित्तं समानम् अस्ति पूर्वनिमित्तं भिन्नं भिन्नम् अस्ति एकत्र अच् एकत्र धातोः उल्लेखः अतः एकस्य निमित्तानि अधिकानि इति तादृशं किमपि नास्ति खलु अत्र इत्युक्ते अन्तरङ्गम् इत्युक्ते यस्य शास्त्रस्य इत्युक्ते सूत्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तद् अन्तरङ्गम् इति अस्ति अत्र तु तथा नास्ति यतोहि द्वयोः निमित्तं नौ इति प्रत्ययः एव अस्ति पूर्वनिमित्तम् एकत्र अच् अस्ति अन्यत्र धातोः उल्लेखः अस्ति अतः एकस्य निमित्तम् अधिकं वा न्यूनं वा इति तादृशं निर्णयः तादृशनिर्णयः अत्र न शक्यते अपि च इदानीम् अत्र नौ परे इति उभयत्र समानम् अस्ति इति कृत्वा अपरनिमित्तिकम् इत्यपि न वक्तुं शक्यते पुगागमः अपरनिमित्तिकम् इति वक्तुं न शक्यते अतः अन्तरङ्गस्य चिन्तनं नास्ति अत्र किं शुभदा भगिनी परन्तु तत्र नित्यत्वादेव उत्तरं प्राप्तुम् अस्माकं प्रश्नस्य उत्तरं अन्तरङ्गस्य चर्चा करिष्यामः वा उत्तरं प्राप्तं अत्र अन्तरङ्गस्य प्रसङ्गः नास्ति अन्तरङ्गम् अस्ति चेत् नित्यस्यापि अपेक्षया अन्तरङ्गं बलवत् इति कृत्वा अन्तरङ्गस्य चर्चां कर्तुं शक्यते परन्तु अत्र प्रसङ्गः नास्ति अस्तु प्रसङ्गः नास्ति अस्तु शुभदा भगिनी किं किमपि वक्तुमिच्छति वा न भगिनि किन्तु सम्यक् रीत्या तत्र तस्य अवगमनं न भवति मम कृते इत्युक्ते अन्यत्र लब्धावकाशः इत्युक्ते अन्यत्र कुत्रापि अवकाशः इति एव नास्ति अन्यत्र इत्युक्ते एकस्य सूत्रस्य कार्यानन्तरम् अवकाशः भवति चेदपि अन्यत्र अवकाशः इदानीम् आद्गुणः वृद्धिरेचि इति वयं पश्यामः चेत् सर्वत्र आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अवकाशः कुत्रापि न भवति इति अनन्तरं किम् अस्ति तत्र इति न एकम् उदाहरणं वदतु इत्यपि न इति अपि इति तत्र तु इकोयणशि खलु इत्यपि इति इकोयणशि आद्गुणः इत्यस्य उदाहरणं महाऐश्वर्यं सूर्योदयः इत्यत्र परन्तु तत्र वृद्धिरेचि इत्यस्य प्रसङ्गः नास्ति खलु तादृश उदाहरणं वदतु यत्र वृद्धिरेचि इत्यस्यापि प्रसङ्गः अस्ति आद्गुणः इत्यस्यापि प्रसङ्गः अस्ति किमस्ति उदाहरणं महाऐश्वर्यं महा ऐश्वर्यम् इति उक्तवती वा औषधि इति अपि स्वीकर्तुं शक्यते महा औषधि महौषधि महा औषधि तत्र तथा एव न एकदा सर्वत्र भवति पश्यतु तत्र ब्रह्म ओदन इत्यत्र आद्गुणः इत्यस्यापि प्रसङ्गः अस्ति अचिपरे इति उक्तत्वात् समीचीनम् अत्र एतानि यानि उदाहरणानि उक्तानि सर्वाणि तत्र किं ब्रह्म ओदनम् इति वदामः चेत् वृद्धिरेचि इत्यपि प्रसङ्गः आद्गुणः इत्यपि प्रसङ्गः यदि आद्गुणः इत्येव कार्यं करोति चेत् तदानीं वृद्धिरेचि इत्यस्य प्रसङ्गः भवति वा न भवति आद्गुणस्य कार्यानन्तरं वृद्धिरेचि इत्यस्य प्रसङ्गः भवति वा न भवति खलु अत्र एव इति यत्र उदाहरणमस्ति अत्र एव इति अथवा महा औषधः यत्किमपि अत्र एव इति उदाहरणे आद्गुणः इति कार्यं करोति चेत् तदानीं किं भवति रूपम् महौषधि तत्र अ ए इत्यस्य गुणः किं भवेत् गुणः अकारः एकारः ओकारः एकारः एव भवति अत्रैव इति भवति अत्रैव इदानीम् अत्रैव इति प्रसङ्गे अत्रैव इति प्रसङ्गे वृद्धिरेचि इत्यस्य प्रसक्तिः भवति वा तदनन्तरं प्रसक्तिः नास्ति प्रसक्तिः नास्ति तर्हि वृद्धिरेचि इति सूत्रं व्यर्थं भवति इति वक्तुं शक्नुमः तदेव यत्र एकस्य कार्यानन्तरं कुत्रापि तस्य अवकाशः नास्ति तदानीं व्यर्थं भवति निरवकाशं भवति इति वदामः परन्तु यदि आद्गुणः इति सूत्रस्य अनन्तरं वृद्धिरेचि इति यस्य प्रसङ्गः अत्र एव भवति तदानीं व्यर्थं भवति इति किमर्थं वदामः अन्यत्र लब्धावकाशः इत्युक्ते न केवलम् अन्येषु स्थलेषु अस्मिन् प्रसङ्गे अपि यदि एकस्य कार्यानन्तरं भवति चेत् तदानीं नित्यत्वस्य प्रसङ्गः न तु अपवादस्य किञ्चित् चिन्तयतु अस्मिन् विषये किं रूपं समीचीनं न भवति परन्तु कार्यं भवितुम् अर्हति कुत्र ह्रीयोगः निच् इत्यत्र पूर्वम् अचोयन् इति कार्यं करोति चेत् अपि पुक् आगमः अनन्तरम् आयाति रूपं सम्यक् न भवति परन्तु तस्य बाधकः नास्ति अनन्तरमपि पुगागमः भवितुम् अर्हति चेत् पुगागमः नित्यसूत्रम् इति कृत्वा तदेव प्रथमतया भवति इति वक्तव्यं भवति खलु आम् तर्हि अनन्तरमपि भवति इति उक्त्वा रूपम् अनिष्टरूपम् अपत्ति इति नास्ति अनन्तरमपि भवति चेत् पुगागमः नित्यसूत्रम् इति कृत्वा तदेव प्रथमतया भवति इति कृत्वा तत्पश्चात् अचोयनिति इत्यस्य प्रसक्तिः एव नास्ति इति कृत्वा अचोयनिति इति सूत्रं नित्यसूत्रं नास्ति इदानीं पुगागमः आगतः ह्रीप्योगः णिच् इदानीं तत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः नास्ति, लघुपदस्य अपि प्रसङ्गः नास्ति, यतोहि उपधायां दीर्घ इकारः इति कृत्वा पुगन्तस्य इत्यस्य एव आवश्यकता अस्ति. उमा भगिनी किम् अवगतं वा? अवगतम् अस्ति. पुगन् लघुपदस्य इत्यस्य लघुपदस्य इति शुड् बि डिलीटेड् पुगन्त. न लघुपदस्य इति डिलीटेड् नास्ति, अन्यत्र बहुत्र कार्यं भवति खलु. सत्यं सत्यम्. अत्र तु पुगन्तस्य अङ्गस्य इकः गुणः इति तावद् वक्तव्यम्. अवगतं भगिनि. नैस्. भगिनि अत्र अन्यत्र लब्धावकाशः इत्यस्य पूर्वपरसूत्रस्य चिन्तनं मास्तु इति भवति वा? किम् अन्यत्र लब्ध किं किम् अस्मिन् अर्थिव्रीलि एतत् सूत्रम् अपि च अचोण्यति अनयोः मध्ये अन्यत्र लब्धावकाशः अस्ति वा इति चिन्तनं मास्तु इति चिन्तितं खलु. अत्र अन्यत्र लब्धावकाशः अस्ति वा इति चिन्तितं. द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति. अचोनिति इति बहुत्र कार्यं करोति. अत्र अर्तिह्रीव्री इति सूत्रमपि अचोनिति इत्यस्य कार्यानन्तरमपि कार्यं करोति, परन्तु तस्य पृथक्तया कार्यक्षेत्रं नास्ति. अतः अर्तिह्रीव्री इत्यस्य अन्यत्र पृथक्तया अवकाशः, अन्य पृथक् क्षेत्रं नास्ति, अतः परसूत्रमिति वक्तुं न शक्यते. परन्तु अस्मिन् प्रसङ्गे तु तस्य अवकाशः अस्ति खलु. अत्र एव अचोयनिति इत्यस्यापि कार्यमस्ति. अतः पूर्वपरप्रसङ्गं स्वीकृत्य वक्तुं प्रतिपादयितुं न शक्नुमः. विप्रतिषेधः नास्ति अत्र, परन्तु सूत्रं व्यर्थं भवति इति वक्तुं न शक्नुमः. किम् अत्र कथम् अन्यत्र लब्धावकाशः नास्ति इति वा? तत् पुगागमस्य अन्यत्र लब्धावकाशः नास्ति. पुगागमस्य अन्यत्र लब्धावकाशः नास्ति. अन्यत्र लब्धावकाशः इत्युक्ते पृथक् क्षेत्रं नास्ति, परन्तु अस्मिन् प्रसङ्गे पृथक् क्षेत्रं वयं कल्पयितुं शक्नुमः. इत्युक्ते अचुवनिद्यस्य कार्यानन्तरमपि एकः अवसरः भवति इति कृत्वा तत्रापि अन्यत्र लब्धावकाशः अस्ति. अतः परत्वात् नित्यत्वात् इति वक्तव्यं. परत्वात् नित्यत्वात् पुगागमः एव प्रथमतया भवति. किम् इति अत्र विशेषः वार्ता, विशेषवार्ता, विशेषा वार्ता. अस्तु, स्थगयामः. किञ्चित् चिन्तयन्तु. प्रश्नाः सन्ति चेत् अग्रिमसप्ताहे चर्चयितुं शक्नुमः. अस्तु तर्हि. अस्तु, धन्यवादः. नमस्कारः भगिनी. धन्यवादः. धन्यवादः भगिनी. नमस्कारः.